गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। इदानीं कारणं त्रिविधं, तत्र समवायि असमवायि निमित्तकारणम् इति कारणस्य त्रैविध्यम् उक्तं। तत्र स्मः, सन्दर्भः अस्ति प्रत्यक्षम् इति। तर्हि प्रत्यक्षं प्रति समवायिकारणं किम्, असमवायिकारणं किं, निमित्तकारणानि कानि इति एव चिन्तनं। तत्र प्रसङ्गवशात् समवायिकारणम् असमवायिकारणम् इति विषये किञ्चिदिव पुनस्मारणं कृत्वा, यदि दलसार्थकमपि कुर्मः, तत्र यदि एकं दलं त्यजामश्चेत् कुत्रापि व्याप्तिः भवति इति प्रत्यक्ष सन्दर्भं स्वीकृत्य चिन्तनं जायमानमस्ति। तत्र गृहपाठद्वयमासीत् गते वर्गे, यत् समवेतं कार्यम् उत्पद्यते इत्यत्र यत् समवेतम् इत्यस्य विग्रहवाक्यं ससूत्रं चिन्तयन्तु। तर्हि केनापि चिन्तितं किम्? मूलग्रन्थे एवमुक्तं, यत् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणम्। महोदय, अत्र समस्तपदम् अस्ति वा इति अपि प्रश्नः अस्ति। अत्र हि चिन्तयतु, यत् समवेतं कार्यम् उत्पद्यते तत् समवायीकरणं, हा, तर्हि अत्र समस्तपदं नास्ति चेत् यत् यत् इत्यस्य विभक्तिवचनम् इदानीं भिन्नभिन्नरीत्या चिन्तनं कुर्मः। यत् तदनन्तरं समवेतं कार्यम् उत्पद्यते इति अस्ति। तर्हि तत्र उत्पद्यते इति कीदृशपदमस्ति, कीदृशप्रयोगः अस्ति उत्पद्यते इत्यत्र? कर्मणि प्रयोगः, कर्मणि प्रयोगः अस्ति। हा, उत्तमम्। तर्हि कर्मणि प्रयोगः अस्ति, तर्हि अत्र कर्मपदं किम्? कार्यम् उत्पद्यते, कार्यं कर्मपदमस्ति खलु, कर्मणि प्रयोगः। अस्तु, कार्यं, तर्हि कार्यं प्रथमाविभक्तिः एकवचने अस्ति। समवेतम् इति पदम् समवेतमिति पदं तदपि प्रथमाविभक्ति अस्ति वा? विशेषणमस्ति यत् समवेतं कार्यम् उत्पद्यते। अत्र एवं चिन्तयतु, इत्युक्ते इदानीं कर्मणि प्रयोगः अस्ति, समवेतम् इति पदं प्रथमाविभक्ति एकवचने भवितुम् अर्हति, नो चेत् द्वितीयाविभक्ति एकवचने अपि समवेतम् इति रूपम् अस्ति खलु। किन्तु अत्र द्वितीयविभक्ति एकवचने भवितुम् अर्हति वा कर्मणि प्रयोगे? न, हा, तर्हि प्रथमाविभक्ति एकवचनमेव भवति खलु। अस्तु, तर्हि समवेतम् इति प्रथमाविभक्ति एकवचनं, कार्यम् इति प्रथमाविभक्ति एकवचनं, तयोः मध्ये कीदृशभावः इति किञ्चित् अनन्तरं चिन्तयामः। तर्हि इदानीं यत् इति स्वीकुर्मश्चेत् तस्य विभक्तिवचनं किम्? तदपि प्रथमा एव भवति। हा, तस्य अर्थः कः? यत् इत्येन किम् उक्तम्? कार्यम् उक्तम्। तर्हि कार्यं समवेतं कार्यम् उत्पद्यते इति वाक्यं समीचीनं किम्? यत् तत् इति पदेन अन्वयति खलु महोदय? अस्तु, तर्हि तद् कारणं भवति यत्, हा, अत्र अत्र सोपानेन अहं गच्छामि. रमेशमहोदयेन उक्तम् अत्र समस्तपदमेव नास्ति, केवलं सन्धिः. इत्युक्ते यत् समवेतं कार्यम् इति एव वाक्यम्. अत्र त्रीणि पदानि सन्ति. यत् समवेतम् इति समस्तपदं नास्ति इति महोदयेन महोदयस्य चिन्तनम्. यदि तादृशं स्वीकुर्मः तर्हि यत् इति प्रथमाविभक्तिः एकवचने एव स्वीकर्तव्यम्. तर्हि यत् इति पदेन किम् उक्तं भवति? कार्यम् इति वक्तव्यं. कर्मणि प्रयोगः अस्ति खलु. तर्हि कार्यं समवेतं कार्यम् उत्पद्यते इति वाक्यस्य विश्लेषणं भवति. अर्थः एव नास्ति. बुद्धं खलु रमेशमहोदय? तत् बुद्धं महोदय, तत् कारणं वा इति एकः प्रश्नः आसीत् मम मनसि. किं कारणं वा यत् इति कारणं वक्तुं शक्यते? यदि कारणम् इति वदामः तर्हि यत् इति प्रथमाविभक्त्यामस्ति चेत् कारणं समवेतं कार्यम् उत्पद्यते इति न भवति खलु? न भवति. हा, तर्हि अत्र समस्तपदम् अस्ति निश्चयेन. महोदय, अत्र उत्पद्यते इति दिवादिगणे पद्धातु अस्ति, अतः एव पद्यते इति रूपम्. अतः अतः एव इति नास्ति. कर्मणि प्रयोगे किं रूपं भवति? तत् कर्मणि प्रयोगे न अस्ति इति भाति. यदि प्रयोगे अस्ति चेत् किं रूपं भवति? पद्यते एव भवति. हा, तर्हि किमर्थं नास्ति इति वदति? किमर्थं चेत् कर्तरिप्रयोगः इति स्वीकुर्मः इति मया चिन्तितं. समीचीनं. तर्हि कर्तरिप्रयोगः इति स्वीकुर्मश्चेत् कर्ता कः? कारणं नास्ति अत्र. कार्यम् इत्यस्य तर्हि कारणम् इति स्वीकरोति वा? हा, यत् कारणम् उत्पादयति तत् कार्यम् उत्पद्यते. कृपया अत्र अस्तु. इदानीं यत् इत्यत्र इदानीं कर्मणि कर्तरिप्रयोगः इति स्वीकुर्मः. धातुः पद् इति धातुः वा? पद्धातु, पद्गतौ, दिवादि. एकनिमिषम्, अत्र पदित्वं किं परस्मैपदि वा आत्मनेपदि धातुः वा? आत्मनेपदि. अस्तु, तर्हि इदानीं वदतु. यदि कर्तरिप्रयोगः इति स्वीकुर्मश्चेत् कर्ता अस्ति समवायिकारणं, यत् इति विशेषणं, यत् समवायिकारणं, समवेतं कार्यं, समवेतम् इति कार्यम् इत्यस्य विभक्तिवचनं, केवलं विभक्तिवचनं वदतु. हा, यत् समवायिकारणं प्रथमाविभक्ति एकवचनं, समवेतं कार्यं द्वितीयाविभक्ति एकवचनम्, उत्पद्यते इति लट्लकारे प्रथमपुरुष एकवचनम्. परन्तु यत्तत् वयमपि समवायिकारणं करणस्य निर्देशनमेव करोति. किं पुनः वदतु? यत् अपि च तत् द्वयमपि समवायिकारणस्य निर्देशनमेव करोति इति भवति. न, तत् समवायिकारणम् इति त्यजतु इदानीं. यत् समवेतं कार्यम् उत्पद्यते इति वाक्यं तदेव तत्र सम्पूर्णवाक्यमस्ति खलु. आं महोदय. तर्हि अत्र अत्र वदतु, यत् इति कारणं, कारणम् इति प्रथमाविभक्तिः एकवचने, समवेतम् इत्यस्य द्वितीया, कार्यम् इत्यस्य विशेषणं द्वितीयाविभक्ति एकवचनम्. अस्तु, कार्यम् इति द्वितीय एकवचनं, द्वितीयविभक्ति एकवचनं. उत्पद्यते कारणं, समवेतं कार्यम् उत्पद्यते. यत् कारणं समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् इति वदति. अस्तु, तर्हि अत्र समवेतम् इत्यस्य अर्थः कः? कार्यमेव महोदय, यस्मिन् तत् कारणं समवायिसम्बन्धेन तिष्ठति तत्. यस्मिन् समवायसम्बन्धेन, अतः एव सत्यभामा भगिन्या उक्तं खलु, यत् इत्यत्र यस्मिन् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणं तत्र यत् इत्यत्र यस्मिन् इति स्थापयति चेत् यस्मिन् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणम् महोदय तत्र समवेतम् इति कार्यम् इति पदस्य विशेषणमस्ति चेत् तदा यत् कार्ये समवेतः इति भवति खलु महोदय कारणम् इति नपुंसकलिङ्गे अस्ति खलु कारणं कार्यं कार्यस्य विशेषणमस्ति चेत् तदा समवेतम् इति पदं तदा यत् कारणे समवेतः इति भवति खलु महोदय समवेतः इति पुल्लिङ्गे किमर्थं वदति समवेतं यत् समवेतं केवलं तस्य पदस्य अर्थः कः इति चिन्तयामश्चेत् यत् समवायसम्बन्धेन कारणे अस्ति किन्तु अत्र यत् इत्यनेन समवायीकारणमेव उक्तं खलु वस्तुतः तत् समवायीकारणम् इति तर्हि यत् इति पदेन समवायीकारणमेव स्वीकरणीयं सत्यं तत्र किञ्चित् अहं वदामि वा हा अत्र एकविधसमवायी अपि च द्विविधसमवायीकारणम् इत्यस्य विषये यदा वयं चर्चितवन्तः तत्र कपालद्वयसंयोगः इति कारणं तत् कारणं कार्येन सह इत्युक्ते घटेन सह कपाले समवेतम् इति प्रथमविधसमवायीकारणस्य उदाहरणमस्ति तत्र कपालद्वयसंयोगः इति कारणम् इति वयं स्वीकृतवन्तः तदेव समवेतम् अस्ति कार्येण सह कपाले समवेतम् अस्ति अतः अत्रापि यत् समवेतं कार्यम् उत्पद्यते इत्यस्य अर्थः तदेव भवति यत् कारणं समवेतं भवति तदेव कार्यम् उत्पद्यते समवायः अत्र सः अर्थे न भवति इत्युक्ते अत्र असमवायिकारणे एव कारणेन कार्येण सह इति भवति कारणं कार्येण सह अस्ति तत्र अत्र तु साक्षात् कारणे समवेतम् अस्ति कार्यम् कारणे समवेतम् इत्युक्ते समवायसम्बन्धेन इति भवति समवेतम् इत्यस्य अर्थः समवायसम्बन्धेन इति खलु तर्हि तत्र अधिकरणं भवति समवेतम् इति पदं प्रयोगं कुर्मश्चेत् तत्र अधिकरणं भवति समवायसम्बन्धेन तदेव कपालद्वयसंयोगः इति समवायसम्बन्धेन समवाय कपाले अस्ति समवायेन घटं जनयति तदेव समवायि तत्र एव घटः अत्र तादात्म्य समवायीकारणं तद् असमवायीकारणं भवतः उदाहरणमिदानीम् असमवायीकारणस्य प्रथमविध असमवायीकारणस्य घटं कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तर्हि इदानीं घटः कपाले समवेतम् घटः कपाले समवेतम् इत्युक्ते समवेतम् इति पदं वाक्ये स्वतन्त्रतया प्रयोगं करणीयं चेत् समवेतम् इदानीम् उदाहरणवाक्यं वदतु इति चेत् घटः कपाले समवेतः इति भवति वाक्यं खलु तर्हि यत्र समवेतम् इति वदामः तत्र समवायसम्बन्धेन अस्ति इति एव समवेतम् इत्यस्य अर्थः इति कृत्वा तत्र तस्मिन् इति एव भवति यस्मिन् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणम् इति कृत्वा अत्र यद्यपि कर्तरिप्रयोगः अपि भवितुमर्हति अत्र कर्मणि प्रयोगः एव अपि च समस्तपदमेव यत् समवेतम् इति न तु भिन्नरीत्या नो चेत् यथा वर्षाभगिन्या उक्तं तत्र यत् इति कारणम् अत्र कर्तरिप्रयोगं स्वीकृत्य यत् इत्यनेन कारणं स्वीकृत्य कारणं समवेतं कार्यम् उत्पद्यते तर्हि समवेतम् इत्यस्य अर्थः कः इति चेत् विशेषणम् इति तु अस्ति किन्तु समवेतम् इति पदं पदप्रयोगं कदा क्रियते यथा इदानीं मया उदाहृतं घटः कपाले समवेतः रूपं घटे समवेतम् इति एव भवति, नो चेत् अर्थः न सङ्गच्छते इति कृत्वा अत्र यस्मिन् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणं, तत् अधिकरणमस्ति समवायीकारणम् इति समवायीकारणस्य लक्षणम् इति स्वीकुर्मः। इतोपि चिन्तयन्तु, यदि तत्र भिन्नचिन्तनमस्ति तर्हि वाट्साप् मध्ये एव, नो चेत् अग्रिमवर्गे इतोपि चिन्तनं कुर्मः। अस्तु, तर्हि इदानीं द्वितीयप्रश्नः आसीत्, एकस्मिन् क्षणे बहूनि ज्ञानानि उत्पद्यन्ते, तेषु एकस्यैव ग्रहणं मनसा क्रियते उत एकमेव ज्ञानम् उत्पद्यते यस्य ग्रहणं मनसा क्रियते इत्यस्मिन् विषये चिन्तयन्तु इति प्रार्थितं। तत्र कस्यापि चिन्तितं वा? महोदय, तत्र इदानीं बहूनि ज्ञानानि एकस्मिन् क्षणे एव उत्पद्यन्ते, तदा इदानीं मनसः लक्षणं किं तत्र? यत् ज्ञानम् आत्मनि उत्पद्यते तस्य ग्रहणं करोति, तदा सर्वेषां ज्ञानानां ग्रहणं भवेत् तु इदानीं स्मारयतु मनसः लक्षणं किम् इति। तत्र दृष्ट्वा न स्मरामि, आत्म एकनिमिषं, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, सत्यं सुखादि उपलब्धिसाधनं, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, इन्द्रियं मनः, तदा इन्द्रियस्य तत्र ग्रहणम् इन्द्रियेण ग्रहणं भवेत् एव तेषां। इदानीं तत्र मनः इन्द्रियेण संयुक्तः जातः, तदा येन इन्द्रियेण संयुक्तः जातः तदा तेन इन्द्रियेण एव ज्ञानं जायते चेत् तस्य ज्ञानस्य ग्रहणं तत्र भवतु इति स्वीकुर्मश्चेत् तत्र क्लेशः नास्ति इति चिन्तयामि। न, किमर्थं तादृशं वक्तव्यम् इत्युक्ते प्रथमम् अस्मिन् विषये, इत्युक्ते भवान् इदानीं नूतनप्रक्रियां चिन्तयति, नूतनां प्रक्रियां चिन्तयति इत्युक्ते कथं ज्ञानं जायते इति अवगन्तव्यम्। अस्तु, वस्तुतः अत्र अग्रे तस्मिन्नेव विषये बहु किमपि उक्तमस्ति, तर्हि किं कुर्मः, तत् किञ्चित् पठेम, तदनन्तरम् अस्य प्रश्नस्य उत्तरं चिन्तयामः। अस्तु, तर्हि सर्वे इदानीम् अत्र 145th पेज् मध्ये प्रत्यक्षं प्रति विषयस्य कारणत्वम् इति, तस्मात् पूर्वं वाक्यं किम् आसीत्, कार्यतायाम् इह इत्युक्ते प्रत्यक्षस्थले कार्यतायाम् इत्युक्ते अत्र कार्यं किम्, अयं घटः इति प्रत्यक्षं, तदेव कार्यं, प्रत्यक्षज्ञानमेव कार्यम् अत्र। तर्हि कार्यतायां समवायसम्बन्धावच्छिन्नत्व अनुपादाने इत्युक्ते समवायीकारणस्य लक्षणं किं, यत् कारणतावच्छेदकसम्बन्धः तादात्म्यसम्बन्धः, कार्यतावच्छेदकसम्बन्धः समवायीसम्बन्धः इति यत्र भवति तदेव समवायीकारणं खलु, यत् तादात्म्येन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम् इति समवायीकारणस्य लक्षणं। तर्हि कारणतावच्छेदकसम्बन्धः कः, तादात्म्यसम्बन्धः, कार्यतावच्छेदकसम्बन्धः कः, समवायसम्बन्धः। अस्तु, अत्र किमुक्तं, कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने इत्युक्ते कार्यतासम्बन्धः समवायसम्बन्धः इति न स्वीकुर्मश्चेत्, तत् त्यजामश्चेत्, किमपि सम्बन्धः कोऽपि सम्बन्धः स्वीकुर्मः किन्तु समवायसम्बन्धः इति अनुक्त्वा सम्बन्धः तु भवेदेव, सम्बन्धं विना कार्यं न जायते, किन्तु समवायसम्बन्धः नास्ति, यः कोऽपि सम्बन्धः भवतु इति स्वीकुर्मश्चेत् किञ्चित् सम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता इति लक्षणं स्यात्। तर्हि किं भवति, तथा सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः इति वाक्यं लिखितम्। तर्हि घटप्रत्यक्षस्य निमित्तकारणमस्ति घटः, घटप्रत्यक्षम् अयं घटः इति ज्ञानं तस्य निमित्तकारणमस्ति घटः, तत्र अतिव्याप्तिः भवति कथम् इति उच्यते। तर्हि तस्य निरूपणस्य विषये एव इदानीं पाठः अग्रे गच्छति, तदेव सन्दर्भः। अस्तु तर्हि पठेम अमेहुल् महोदय आरब्धुमिच्छति किं प्रत्यक्षं प्रति विषयस्य कारणत्वम् प्रत्यक्षं प्रति विषयस्य कारणत्वम् अनुमित्यादिस्थले वह्नेः अवर्तमानतादशायाम् अपि अत्र धूमः आसीत् इति ज्ञाने सति वह्निधूमयोः वक्ष्यमाणसम्बन्धस्य ज्ञानेन अविद्यमानस्यापि वह्नेः अनुमितिः भवति एवं शाब्दबोधस्थले अपि तेन इदम् अवगच्छामः यत् प्रत्यक्षातिरिक्ते स्थले प्रमायां जननीयायां विषयः तत्र भवेदेव आवश्यक एव इति न नियमः तथा सति अनियतस्य तस्य प्रत्यक्षातिरिक्ते कारणत्वं नास्ति इति निश्चिनुमः अस्तु अत्र अग्रेपि महोदय अग्रेपि पठतु अस्तु परन्तु प्रत्यक्षस्थले ये सन्निकर्षाः इन्द्रियसंयोगादयः अस्माभिः तत्र तत्र प्रसङ्गात् निरूपिताः ये च मूले समवायादयः वक्ष्यमाणाः ते सर्वे षड्विधसन्निकर्षाः पदार्थस्य वर्तमानतादशायाम् एव सम्भवन्ति एवञ्च विद्यमानेन पदार्थेन इन्द्रियस्य संयोगादिसन्निकर्षे सति घटादिप्रत्यक्षं नान्यथा इदमेव मांसाकार्तिककारैः कुमारिलभट्टपादैः चोदनासूत्रे अभिहितम् अस्तु सम्बन्धं सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना इत्यनेन अस्तु यत्र अनुमानम् इति कुर्मः चेत् अनुमानं कुर्मः चेत् तत्र वह्नेः अत्र उदाहरणमस्ति वह्नेः अवर्तमानता दशायाम् अपि तत्र वह्निः नास्ति तर्हि तत्र धूमः आसीत् इति यदा ज्ञानमस्ति चेत् वयं जानीमः वह्निधूमयोः मध्ये कः सम्बन्धः इति इति अस्माकं मनसि आत्मनि ज्ञानम् अस्ति महोदय एकनिमिषम् अत्र एतस्मात् पूर्वं किमर्थम् एतादृशचिन्तनम् अत्र किं निरूपयितुम् इच्छामः अत्र अन्ते यद्दत्तमस्ति प्रत्यक्ष अतिरिक्तस्थले विषयः भवेत् एव इति नियमः नास्ति अतः अन्तिमवाक्यमस्ति अनियतस्य तस्य इत्यस्य अर्थः कः इति अहं न जानामि प्रत्यक्ष अत्र यद्भवता यद् मया उक्तम् अत्र प्रत्यक्षं प्रति विषयस्य कारणत्वम् इत्यस्मात् पूर्वम् एकं वाक्यमस्ति खलु तत्र सम्बन्धः सन्दर्भः अस्ति यत्र कार्यता अवच्छिन्न समवायसम्बन्धः इति न वदेम वदामः चेत् तत्र किञ्चित् सम्बन्धः अस्ति इति कार्यतावच्छिन्न इति वदामः चेत् अत्र लक्षणवाक्यं दत्तं किञ्चित् सम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता इति भवति तर्हि तत् भवति चेत् घटप्रत्यक्षनिमित्ते निमित्तकारणे इत्युक्ते घटस्य अयं घटः इति ज्ञाने घटः इति निमित्तकारणमस्ति तत्र अतिव्याप्तिः भवति तदेव सन्दर्भः कथम् अतिव्याप्तिः भवति घटे इत्युक्ते घटः घटप्रत्यक्षं प्रति निमित्तकारणम् इति निरूपणीयं तदेव अस्माकम् आशयः अत्र ओ अस्तु यदि घटः एव नास्ति तर्हि घटप्रत्यक्षं भवितुम् अर्हति वा न इति प्रश्नः किन्तु वह्निः नास्ति चेत् इदानीं पर्वते वह्निः साक्षात् नास्ति परन्तु किन्तु धूमः आसीत् इति ज्ञात्वा तत्र वह्निः आसीत् इति अनुमानं कर्तुं शक्यते खलु शक्यते तत्र विषयः नास्ति तथापि तर्हि अनुमितिज्ञाने विषयः भवेत् तस्मिन् वर्तमान विषयस्य वर्तमानत्वं न आवश्यकम् इति चिन्तनम् इदानीं प्रतिपादयते सत्यं तर्हि अत्र वह्नेः वह्निः नास्ति तथापि यदा धूमः आसीत् इति ज्ञानम् आत्मनि अस्ति चेत् वयं जानीमः वह्निधूमयोः मध्ये सम्बन्धः कः, अतः अनुमानं कर्तुं इत्युक्ते अत्र धूमः अपि नास्ति इदानीं नास्ति, धूमस्य वर्तमानत्वमपि नास्ति, धूमः आसीत्, सत्यम्, अस्तु वदतु, हा इदानीं वदतु, धूमः आसीत् इति अपि भूतकाले आसीत् तथा तथापि वह्नेः अनुमानं कर्तुं शक्नुमः तत्र किमर्थम् इत्युक्ते वयं जानीमः यत्र यत्र धूमः तत्र तत्र वह्नि इति अस्माकम् आत्मनि ज्ञानमस्ति, अतः एव वयम् अनुमानं कर्तुं शक्नुमः यदा धूमः आसीत् तर्हि तत्र वह्निः अपि भवेत् इति. तर्हि वर्तमानकाले अनुमानं जायमानमस्ति, अनुमितिज्ञानम् इदानीं जायमानमस्ति, किन्तु तस्मिन् काले हेतुः अपि भवेत् इति नियमः नास्ति, साध्यमपि भवेत् इति नियमः नास्ति. सत्यं सत्यं, तदेव हेतुः इदानीं नास्ति, वह्निः अपि इदानीं नास्ति, किन्तु हेतुः आसीत् इति ज्ञानम् इदानीं यदा जायते तदा तत्र साध्यम् आसीत् इति ज्ञानम् इदानीं जायते. सत्यम्, तदेव अग्रे गतं, तेन वयं किम् अवगच्छामः, तर्हि प्रत्यक्ष प्रत्यक्षातिरिक्ते स्थले प्रमायां जननीयायां विषयः, अत्र यत् विषयः प्रमा जनयति तेषां तस्य तत्र ते सर्वे तत्र भवेत् इति आवश्यकः इति नियमः नास्ति, अत्र वह्निः नास्ति, धूमः अपि नास्ति, तर्हि धूमः आसीत् इति एव ज्ञानेन वह्निः भवेत् तत्र अथवा आसीत् इति अपि अनुमानं कर्तुं शक्नुमः. तर्हि इदानीम् एतत् अस्य प्रश्नस्य उत्तरं ददातु. पर्वतः वह्निमान्, पर्वते वह्निः अस्ति इति इदानीम् अहं यद् अनुमानं करोमि, अनुमितिज्ञानं मया प्राप्यते, ज्ञानं प्रति वह्निः निमित्तकारणं वा न वा? वह्निः निमित्तकारणम् अस्ति इति अहं मन्ये. कारणं किमर्थम् किमर्थमित्युक्ते पूर्वे अनुभवः आसीत् अस्माकम् आत्मनि ज्ञानम् आसीत् यत्र यत्र यत्र यत्र वह्निः तत्र तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानमस्ति, अत्र प्रत्यक्षज्ञानं नास्ति खलु? प्रत्यक्षज्ञानं नास्ति, तत् समीचीनं. तर्हि कथं वा निमित्तकारणत्वं सम्बन्धः भवेत् खलु महोदय? सम्बन्धः अनुभव आधारित न भवति वा इति अहं न जाने. इत्यतः अस्मिन् विषये अहं किञ्चित् चिन्तयन् अस्मि, इत्युक्ते यत् अत्र कारणम् एकं कारणं कार्यं प्रति एकं कारणम् इति वक्तुं तत्र सम्बन्धः आवश्यकः अस्ति. कारणकार्ययोः मध्ये सम्बन्धः आवश्यकः अस्ति. अतः एव अस्माभिः किं कृतं, तत्र दण्डः तु निमित्तकारणम् इति वयं जानीमः, किन्तु दण्डः नष्टे जाते अपि तस्मिन् अत्र चक्रभ्रमणं चक्रभ्रमणे व्यापारत्वं कल्पयित्वा दण्डे दण्डः आसीत् इदानीं नास्ति, यस्मिन् समये घटः जायते तस्मात् पूर्वक्षणे दण्डः नास्ति, इत्युक्ते घटदण्डयोः मध्ये सम्बन्धः नास्ति. तथापि अत्र चक्र दण्डेन चक्रभ्रमणं जातं, चक्रभ्रमणेन कपालभ्रमणं जातं, कपालभ्रमणेन कपालसंयोगः जातः, कपालसंयोगेन घटः जातः, अपि च तत्र इदानीमपि अत्र चक्रभ्रमणम् इदानीमपि जायमानमस्ति खलु? तत्र सम्बन्धः अस्ति. इदानीं तत्र परम्परा तत्र व्यापार चक्रभ्रमणं व्यापारत्वेन स्वीकृत्य तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारे कारणत्वं कल्पयित्वा दण्डस्य निमित्तकारणार्थं निरूपितं खलु? परम्परासम्बन्धः तत्र परम्परासम्बन्धः अस्तु. अत्र केवलं चिन्तनार्थम् एतदपि अहं वदामि, इदानीं यदि दण्डेन चक्रभ्रमणं कुर्मः तदनन्तरं दण्डस्य नाशः अभवत् इति चिन्तयतु. अस्तु, तदनन्तरं चक्रभ्रमणं किञ्चित् कालं तत्र भ्रमणं भूत्वा तदपि स्थगनम् अभवत् इति चिन्तयतु. अस्तु, तदनन्तरं घटस्य उत्पादनं भवितुमर्हति किम्? न न भवितुमर्हति, न भवति। यदि इदानीं नूतनदण्डं स्वीकृत्य पुनः चक्रभ्रमणं कुर्मः तदा नूतनदण्डेन सह नूतनदण्डः एव निमित्तकारणं भवति, न तु नष्टः दण्डः। तर्हि तत्र वर्तमानकाले इत्युक्ते तत्र सम्बन्धः वर्तमानं भवेत्। यत्र सम्बन्धः वर्तमानमस्ति तत्रैव कारणत्वं स्वीकर्तुं शक्यते। प्रसङ्गवशात् एतत् सर्वम् अहं वदामि, वस्तुतः अत्र यत् परिच्छेदः भवता पठितं तत्र एतत् सर्वं नास्ति, खलु? अस्तु, इदानीं भवतः द्वितीयप्रश्नः, एवं शाब्दबोधस्थले अपि तस्य इदानीं तस्मिन् विषये प्रतिपादयतु। तत्रापि पक्षः नास्ति, नास्ति हेतुः नास्ति, परन्तु यदा न शाब्दबोधः, शाब्दबोधः इत्युक्ते किम्? शाब्दबोधः इत्युक्ते यः कोऽपि किमपि वदति चेत् तत् अहं यदि स्वीकरोमि तेन यद् ज्ञानं भवति तत्रापि विषयः नास्ति अथवा केवलं शाब्दबोधेन एव ज्ञानं जातम् इत्युक्ते शाब्दबोधः केन प्रमाणेन जायते? शाब्दबोधः शाब्दप्रमाणेन एव, शब्दप्रमाणेन। शब्दप्रमाणेन, सत्यं शब्दप्रमाणं, हा, इति भिन्नप्रमाणमस्ति, चत्वारि प्रमाणानि उक्तानि खलु, तत्र भिन्नप्रमाणं शब्दप्रमाणम्। तर्हि यथा अनुमितिज्ञाने अनुमानप्रमाणेन जायमान अनुमितिज्ञाने विषयः विषयस्य वर्तमानत्वं यथा न आवश्यकं तथा शाब्दबोधस्थले अपि इति उक्तं। तर्हि तस्मिन् विषये किञ्चित् प्रतिपादयतु, शाब्दबोध शाब्दबोधवाक्यम् एकम् उदाहरणं स्वीकृत्य प्रतिपादयतु। शाब्दबोधवाक्य ईशावास्यमिदं सर्वम् इति एकं न सामान्यवाक्यं स्वीकरोतु महोदय। अस्तु, तर्हि अयं घट अयं पटः इत्यपि वाक्यमस्ति चेत् तत्र न अयं पटः इति वर्तमानकाले अस्ति खलु? ओ आम्, भूतकाले भवेत् वा इति न भवान् चिन्तयतु, इदानीं शाब्दबोधस्य उदाहरणं भवान् चिन्तयन् अस्ति। आम् आम्, अयं घटः इति वाक्यप्रयोगं कदा क्रियते? यदि अहं घटतः घटस्य पुरतः अस्मि किन्तु एषः कः इति पृष्टे सति अयं घटः इति वदति खलु? तादृशसन्दर्भः न चिन्तनीयम्। कोऽपि किमपि वदति चेत् तेन यद् ज्ञानं भवति तदेव शब्दबोधः इति अस्ति, तदेव अहं अस्तु। अन्य कोऽपि वदतु शाब्दबोधस्य लौकिक उदाहरणं, प्रतिदिनं बहुवारम् अस्माभिः ज्ञायते एव शब्देन। पुस्तके उदाहरणमस्ति, नदी नद्याः तीरे बहूनि फलानि सन्ति, तद् भवती एव चिन्तयति, स्वचिन्तनं करोतु। प्रतिदिनं वयं शतवारं शाब्दबोधं अस्माभिः प्राप्यते एव वर्तमानपत्रे, अत्र पत्रिकायां न्यूस् पेपर् मध्ये यत्किमपि अस्ति। वदतु एकं वाक्यं, वदतु उदाहरणं, वदतु उदाहरणम्। अत्र अत्र लेरी महोदयः मृतवान् इति वार्ता अस्ति वार्तापत्रिके, अद्यतनवार्तापत्रिके। अस्तु, हा वदतु, लेरी किङ्ग्, हा लेरी मृतवान् महोदय मृतवान्, हा अस्तु, हा तत् शाब्दबोधः शब्दबोधः तत्र शब्देन शब्दप्रमाणेन एव तत् बोधः, सत्यं शब्दप्रमाणेन तद् ज्ञानं प्राप्तं, प्राप्तं समीचीनं। तर्हि इदानीं वदतु, तत्र तत्रापि प्रमायां जननीयायां विषयः इत्युक्ते यत् ज्ञानं जातं तस्य ज्ञानस्य विषयः कः विषयः इति किं लेरी किङ्ग् महोदयः हा लारी किङ्ग् महोदयः मृतवान् मृतः इति विषयः खलु लारी किङ्ग् एव विषयः अस्ति तस्मिन् तद् मृतुत्वं मृतत्वम् आरोप्यते भवतु लारी किङ्ग् इति विषयः इति स्वीकुर्मः तत् केवलम् अहं श्रुतवान् अतः तद् विषयः प्रत्यक्ष इत्युक्ते वर्तमानम् अत्र वर्तमानं तदेव विषयः तत्र भवेदेव तत्र भवेत् इत्युक्ते यदा भवान् पठति लारी किङ्ग् महोदयः मृतवान् इति शब्दप्रमाणेन यदा भवतः ज्ञानं जायते तस्मिन् तत्र भवतः गृहे लारी किङ्ग् महोदयः भवेत् इति नियमः अस्ति किम् हा अतः एव अत्र उक्तम् एवं शाब्दबोधस्थले अपि धूमः आसीत् इति ज्ञात्वा हेतुं ज्ञात्वा वह्निः आसीत् इति ज्ञानं प्राप्तुं शक्यते एवं न्यूस् पेपर्तः लारी किङ्ग् महोदयः मृतवान् इति ज्ञानं यदा प्राप्यते तदा मम पुरतः नो चेत् अत्र यत्र ज्ञानं जायते तत्र लारी किङ्ग् अपि च भवतः अनयोः मध्ये सम्बन्धः भवतः आत्मा अनयोः मध्ये सम्बन्धः न आवश्यकः खलु हा इति अस्ति तर्हि विषयः तत्र एव भवेत् तत्र भवेदेव आवश्यकः एव इति न नियमः अनुमानस्थले उपमानस्थले शाब्दस्थले त्रिषु स्थलेषु तत्र तादृशनियमः नास्ति किन्तु परन्तु प्रत्यक्षस्थले किं प्रत्यक्षस्थले विषयः तु भवेत् एव तस्य इन्द्रियसन्निकर्षेण एव तद् ज्ञानं जायते अतः विषयः भवेत् एव तत्र वस्तुतः अत्र इन्द्रियसन्निकर्षः किमर्थं वक्तव्यम् इति एव चिन्तनं भवान् यद् हेतुत्वेन वदति तदेव साध्यमस्ति वस्तुतः अत्र इन्द्रियसन्निकर्षः किमर्थं यदि घटः नास्ति चेदपि अयं घटः इति प्रत्यक्षज्ञानं भवितुमर्हति तदा घटमेव नावश्यकं खलु नावश्यकं सत्यं किन्तु अस्माकं लक्ष्यं किं घटः घटप्रत्यक्षं प्रति निमित्तकारणम् इति निरूपणीयं तदेव लक्ष्यं यदि तत्र अस्ति वर्तमानकाले इदानीं मम पुरतः अस्ति येन सह अत्र इन्द्रियसन्निकर्षः जातुम् अर्हति तदा एव प्रत्यक्षं भवति इति कृत्वा अत्र चिन्तनमस्ति तर्हि इदानीम् अत्र अन्तिमवाक्यं महोदय अत्र कुमारिलभट्टपादैः यद्वाक्यम् उक्तं तस्मिन् विषये किञ्चित् प्रतिपादयतु सम्बद्धं वर्तमानम् अस्तु सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना अस्तु चक्षुः आदि ये सर्वे सर्वाणि इन्द्रियाणि सन्ति तेन कति इन्द्रियाणि सन्ति आहत्य नैयायिकानां मतानुसारं मनसा मनः अपि च पञ्च इन्द्रियाणि इति अहं मन्ये तर्हि षड् इन्द्रियाणि सन्ति उत्तमं षड् इन्द्रियाणि सन्ति कर्मेन्द्रियाणि गच्छन्ति तर्हि तेन इन्द्रियैः यत् गृह्यते तेन तेषां सह सम्बन्धः वर्तमानकाले अपि भवेत् एव इति सम्बन्धः वर्तमानकाले भवति चेदेव ज्ञानम् उत्पद्यते प्रत्यक्षज्ञानम् उत्पद्यते इति एतत् वाक्यस्य अर्थः इति अहं सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना यदि सम्बन्धः वर्तमानमस्ति तथा एव गृह्यते सत्यं सम्बद्धं वर्तमानं हि यदि भवति तदा एव चक्षुरादिना अत्र विषयस्य ग्रहणं भवति ग्रहणं कर्तुं शक्नोति सम्बद्धं भवेत् स च सम्बद्धः वर्तमानं भवेत्. हा वर्तमानं सत्यं. प्रत्यक्षज्ञानस्य कृते तु सत्यं. हा सम्बद्धः भवेत् स च सम्बद्धः वर्तमानं भवेत् इति कुमारिलभट्टपादैः पूर्वमीमांसक आचार्यः अस्ति सः. तेन तस्मिन् सूत्रे पूर्वमीमांसकसूत्रमस्ति, तत्र एवं लिखितमस्ति, सम्बद्धं वर्तमानं हि गृह्यजे चक्षुरादिना. सम्बन्धः भवेत् स च सम्बद्धः वर्तमानं भवेत् इत्युक्ते अतः एव मया उक्तं तत्र दण्डः नष्टः जातः. यदि चक्रभ्रमणमपि नष्टं जातं तर्हि तत्र सम्बद्धः वर्तमानं नास्ति खलु. तर्हि तत्र नूतनदण्डेन पुनः चक्रभ्रमणं कुर्मश्चेत् नूतनदण्डेन सह एव तत्र निमित्तकार नूतनदण्डस्य एव निमित्तकारणत्वं, न तु नष्टदण्डस्य. तर्हि सम्बद्धः भवेत् स च सम्बद्धः वर्तमानं भवेत् जायमानं भवेत् तदा एव अत्र प्रत्यक्षज्ञानं भवति. तर्हि तत्र विषयस्य आवश्यकता अस्ति. अस्तु, प्रश्नाः सन्ति किं? मुख्यविषयः अस्ति एतत् आधारीकृत्य एव अग्रे चिन्तनं. सम्बद्धः सर्वदा सम्बद्धः वक्तव्यः एव, सम्बन्धः वक्तव्यः एव. सम्बन्धं विना किमपि न भवति. किन्तु स च सम्बन्धः वर्तमानं भवेत् प्रत्यक्षस्थले. इत्युक्ते अनुमितिस्थले अपि यदा इदानीम् अस्माभिः चिन्तितं धूमः आसीत् पर्वते इति ज्ञात्वा पर्वते वह्निः आसीत् इति इदानीन्तनकाले तत्र अनुमानं भवति. तत्र इदानीं कः वदति? श्रीराममहोदय वदतु, धूमः आसीत् अहम् इदानीम् अनुमानं कुर्वन्नस्मि अद्य, किन्तु गते सप्ताहे धूमः आसीत् पर्वते इति ज्ञात्वा पर्वते वह्निः आसीत् इति अनुमितिज्ञानम् इदानीम् अद्य मया लब्धम् इति चिन्तयतु. तत्र वह्निः अपि च ज्ञानम् अनयोः मध्ये सम्बन्धः अस्ति वा न वा? अस्ति. वह्निः अस्ति एव, सम्बन्धम् अस्ति. कः सम्बन्धः अस्ति तत्र? कीदृशसम्बन्धः वा? हा, कः सम्बन्धः? सम्बन्धस्य नाम वदतु. अस्तु, तत्र उत्तमं, विषयतासम्बन्धः. हा, ज्ञानं विषयतासम्बन्धेन विषये अस्ति खलु. तर्हि पर्वतो वह्निमान् इति ज्ञानम् इति स्वीकुर्मः, अनुमितिज्ञानम् इति स्वीकुर्मश्चेत् तत्र एतत् ज्ञानं पर्वतः वह्निमान् आसीत् इति ज्ञानं पर्वते केन सम्बन्धेन न वह्नौ केन सम्बन्धेन अस्ति इति चेत् विषयता सम्बन्धेन अस्ति. सत्यं खलु? सत्यं महोदय. तर्हि तत्र सम्बन्धः अस्ति, किन्तु भेदः कः इति चेत् स च सम्बन्धः वर्तमानं नास्ति इति भेदः. तर्हि सर्वत्र सम्बन्धः भवेत्, किन्तु यत्र सम्बन्धः अपि अस्ति अपि च स च सम्बन्धः वर्तमानमस्ति तदा प्रत्यक्षज्ञानम्. अस्तु, तर्हि भवानेव अग्रे पठतु महोदय. श्रीराममहोदय. तथा च सन्निकर्षः इव घटादिविषयो अपि स्वप्रत्यक्षस्य नियतपूर्ववृत्ति भवति इति सोऽपि स्वप्रत्यक्षं प्रति भवति कारणम्. अस्य च प्रत्यक्षस्य ज्ञानरूपत्वेन तस्य समवायिकारणं भवति आत्मा. असमवायिकारणम् आत्ममनसंयोगः. निखिलज्ञानं प्रति च अयम् आत्ममनसंयोगः एव असमवायिकारणं, निमित्तकारणं भवति कटः. अस्तु, तर्हि अत्र त्रीणि कारणानि उक्तानि, किञ्चित् प्रतिपादयतु. अस्तु महोदय. तथा च सन्निकर्षः इव घटादिविषयः अपि इदानीं यदा सम्बन्धः तादृश सम्बन्धः सम्बन्ध इव तत्र घटः अपि घटः विषयः स्वप्रत्यक्षस्य तत्र नियतपूर्ववृत्तिः भवति इत्युक्ते तत्र भवतु पूर्वं भवतु इति तत्र निकषा त्रीणि आसीत् खलु तत्र नियतपूर्ववृत्तिः भवतु तेन पूर्ववर्ति भवतु इति अर्थः अहं चिन्तयामि भवति इति सोपि स्वप्रत्यक्षं प्रति भवति कारणं घटः अपि प्रत्यक्षस्य प्रत्यक्षं प्रति कारणम् इदानीम् अस्य च प्रत्यक्षस्य ज्ञानरूपत्वेन इतोपि किञ्चित् चिन्तनीयम् अत्र तथा च सन्निकर्षः इव इत्यस्य अर्थं वदतु तस्य अर्थः कः सन्निकर्षः सन्निकर्षः तथा इति उक्तं खलु सत्यं हा तर्हि अत्र सन्निकर्षः इत्युक्ते तयोः मध्ये सन्निकर्षः सन्निकर्षः इत्युक्ते किम् तत्र इन्द्रियविषयसंयोगः एव सन्निकर्षः तर्हि संयोगः उत्तमं संयोगः इति कीदृशपदार्थः संयोगः अत्र गुणः गुणः भवता किम् उक्तं तयोः मध्ये संयोगः तत्र इन्द्रियम् अपि च विषयः इत्युक्ते अत्र अयं घटः इति चक्षुषा यदि गृह्यते तदा चक्षुघटयोः मध्ये सन्निकर्षः सन्निकर्षः सः एव सन्निकर्षः अत्र परामर्शितः अस्ति तर्हि तादृशसन्निकर्ष इव घटादिविषयः अपि स्वप्रत्यक्षनियतपूर्ववर्ती अस्तु इदानीं तत्र सन्निकर्षविषये एव चिन्तयतु स च सन्निकर्षः कुत्र अस्ति सन्निकर्षः तत्र उभयत्र अस्ति इन्द्रिये अपि अस्ति घटे अपि अस्ति हा इन्द्रिये अपि सन्नियसंयोगः अस्ति द्विनिष्ठः इति कृत्वा घटे अपि अस्ति समीचीनं किन्तु ज्ञानं कुत्र अस्ति ज्ञानं तु आत्मनि अस्ति तर्हि आत्मनि विद्यमानज्ञानम् अपि च संयोगः घटे चक्षुषि यः संयोगः वर्तते तयोः मध्ये कः सम्बन्धः ज्ञानम् आत्मनि यत् अस्ति तदनन्तरं घटे विद्यमानः संयोगः अनयोः सम्बन्धः यदि सन्निकर्षः अत्र अस्मिन् वाक्ये तथा च सन्निकर्षः इव अत्र सन्निकर्षः इत्युक्ते संयोगः कयोः मध्ये संयोगः इत्युक्ते इन्द्रियविषयोः मध्ये संयोगः इति वदति तदा तत्र सम्बन्धः वदतु तत्र इदानीं स्वसमवायि इति तादृशं वक्तव्यं महोदय न अत्र इत्युक्ते तत्र तस्य परिशीलनम् अहं करोमि तावदेव अस्तु अस्तु घटचक्षुषोः मध्ये संयोगः अस्ति सत्यं तर्हि तयोः मध्ये कः सम्बन्धः इत्युक्ते इदानीं यत्किमपि इदानीं भवतः गृहे घटमस्ति इति कृत्वा सूर्योदयं जायते इति अहं वदामि चेत् किमपि सम्बन्धः नास्ति खलु नास्ति नास्ति इति तादृशमस्ति इतोपि किञ्चित् चिन्तनीयं सत्यं तत्र अहं चिन्तयामि तत्र घटसंयोगः तु घटे अस्ति तदा ज्ञानमपि तत्र विषयतासम्बन्धेन तत्र अस्ति खलु महोदय तत्र इत्युक्ते कुत्र घटे अस्ति घटे अस्ति तर्हि तत्र घटसंयोगः घटनिष्ठः अस्ति तत्र विषयतासम्बन्धेन ज्ञानमपि घटे अस्ति इत्युक्ते स्वसमवायी विषयतासम्बन्धेन वा समवायी इदानीम् अस्तु इदानीं चक्षुः अपि घटे संयोगसम्बन्धेन अस्ति खलु तत्र इदानीं अस्तु संयोग अस्तु संयोगघटे अस्ति स च संयोगचक्षुषु चक्षुषी अपि अस्ति भवतु अनेन किम् इदानीं चक्षु आत्मसंयोगः अस्ति खलु कः सम्बन्धः अस्ति तत्र संयोगसम्बन्धः अस्तु अतः एव मया पृष्टम् अत्र सन्निकर्षः इव इति लिखितमस्ति खलु तर्हि तत्र सन्निकर्षः इत्युक्ते संयोगः किन्तु कयोः मध्ये संयोगः इति चिन्तनीयं पूर्वं भवता किमुक्तं चक्षुघटयोः मध्ये इदानीं भवान् किं वदति चक्षु आत्मनोः मध्ये तत्र चक्षु आत्मसंयोगः नास्ति चेत् तत्र ज्ञानं न भवति किमर्थं न भवति इति एवं वदति चेत् अस्तु तत्र चक्षु इन्द्रियम् अस्ति ज्ञानं तु आत्मनि अस्ति इदानीम् इन्द्रिय आत्मसंयोगः नास्ति चेत् तदा तत्र ज्ञानं इन्द्रियेण न प्रत्यक्षज्ञानं इन्द्रियेण न उत्पद्यते इत्युक्ते तत्र संयोगः असमवायिकारणं भवतु इति न वस्तुतः अत्र इन्द्रिय आत्मसंयोगः किमर्थं वक्तव्यम् इति चेत् यदि इन्द्रिय आत्मसंयोगः न स्वीकुर्मः तर्हि किमर्थं मयि ज्ञानं मयि आत्मनि किमर्थं ज्ञानं जायते अन्यस्मिन् आत्मनि किमर्थं न जायते इति प्रश्नः उदेति खलु तस्य सन्निक तत्र विषय अस्तु आत्मा विभुः अस्ति सत्यं सत्यं तर्हि भवतः चक्षुः यदा यत्र अस्ति तत्र मम आत्मा अपि अस्ति सत्यं तर्हि यदा भवान् घटं दृश्य पश्यति तदा मम आत्मनि अयं घटः इति ज्ञानं जायेत खलु सत्यं तन्निवारणार्थम् अत्र घट क्षमितं चक्षु आत्मसंयोगः वक्तव्यः भवति किमर्थमित्युक्ते अत्र विशेषसम्बन्धः अस्ति यथा मन आत्म मन अपि च आत्मनोः मध्ये विशेषसम्बन्धः स्वीकृतः मनः अपि इन्द्रियं द्रव्यमस्ति आत्मा अपि द्रव्यमस्ति आत्मा विभुः अस्ति तर्हि यत्र यत्र सर्वे सर्वांसि मनांसि सन्ति तत्र सर्वत्र सर्वे आत्मानः सन्ति खलु अतः एव तत्र विशिष्टसंयोगः इति उक्तम् एकः एकं मनः एकेन आत्मना सह एव संयुज्यते इति उक्तम् एवम् अत्र इन्द्रिय सन्निकर्ष इन्द्रियमपि इत्युक्ते मम चक्षु इन्द्रियं यत्र अस्ति तत्र मम आत्मा अस्ति भवतः आत्मा अपि अस्ति किन्तु आत्म इन्द्रियसंयोगः तत्रापि विशिष्टसंयोगः वक्तव्यः भवति नो चेत् मम इन्द्रियं भवतः आत्मना भवतः आत्मना सह संयोगं भूत्वा भवतां भवति आत्मनि अयं घटः इति प्रत्यक्षं ज्ञानं जनयेत खलु सत्यं सत्यम् अतः अत्र इत्युक्ते अत्र सन्निकर्षः इति कयोः मध्ये सन्निकर्षः इति इतोपि किञ्चित् चिन्तनीयं सामान्यतया सन्निकर्ष इत्युक्ते इन्द्रियविषय सन्निकर्ष एव वदामः खलु महोदय हा तर्हि इन्द्रिय इति वदामश्चेत् तत्र सम्बन्धः आत्मा ज्ञानं कुत्र जायते आत्मनि जायते संयोगः तयोः मध्ये भवति इत्युक्ते यदि अहं मम हस्तं भित्तौ स्थापयामि भित्तिः अस्ति इति चिन्तयतु वाल् इदानीं हस्तभित्योः मध्ये संयोगः जातः तेन किम् इत्युक्ते भिन्नभिन्नपदार्थयोः द्रव्ययोः मध्ये यदा संयोगः भवति तदा मम आत्मनि ज्ञानम् इति कथं वा वक्तुं शक्यते इति प्रश्नः, तत्र सम्बन्धः वक्तव्यः खलु. अस्तु, अस्मिन् विषये अन्येषां चिन्तनं किम्? अहं कस्मिन् विषये चिन्तयन् अस्मि इति बोधः अस्ति खलु. अहं मन्ये भवान् पृच्छति यदा इन्द्रिय अपि च किमपि विषयस्य मध्ये एतयोः मध्ये सम्बन्धः जातं, सन्निकर्षः जातं, तदा तत् विषयस्य ज्ञानम् आत्मनि कथं भवति? मम आत्मनि कथं भवति? आत्मा तु विभुः अस्ति, तर्हि सर्वेषाम् आत्मनि अथवा अन्ये सर्वे अपि तद् ज्ञातुं शक्नुमः, परन्तु तद् न भवति. यदा मम इन्द्रियेण सन्निकर्षः भवति तदा मम आत्मनि एव ज्ञानं जायते, न तु अन्येषां सर्वेषाम् आत्मा एक एव, परन्तु तदेव. तत्तु सत्यं, किन्तु मम प्रश्नः तद् नास्ति. मम प्रश्नः इदानीं चक्षुघटयोः मध्ये सन्निकर्षः जायते चेत् मम आत्मनि कथं ज्ञानम् उत्पद्यते इति प्रश्नः. तत्र सम्बन्धः भवेत् खलु, नो चेत् कारणकार्यभावः न वक्तुं शक्यते सम्बन्धं विना. चक्षुघटयोः मध्ये यः संयोगः जायते तत् कारणम् इति स्वीकुर्मश्चेत् ज्ञानम् इति कार्यं चक्षुघटयोः मध्ये सन्निकर्षः कारणम् इति स्वीकुर्मश्चेत् कारणकार्ययोः मध्ये सम्बन्धः भवेत् खलु. स च सम्बन्धः कः इति प्रश्नः. किञ्चित् वयं दृष्टवन्तः अहम् इति स्मरामि, कृतत् परम्परासम्बन्धः अस्ति इति मन्ये. कः सम्बन्धः वदतु, परम्परासम्बन्धः एव वक्तव्यः भवति खलु. हा तदेव, अत्र अहं चिन्तयामि इन्द्रिय चक्षुः तु समवायेन आत्मनि अस्ति, अपि च चक्षुः चक्षु इन्द्रियम् इति चक्षुरिन्द्रिय समवाये आत्मनि अस्ति वा? संयोगेन अस्ति खलु, परन्तु द्रव्ययोः मध्ये संयोगः एव. हा तर्हि संयोगः चक्षु आत्मनि मध्ये आत्मध्ये संयोगसम्बन्धः, पुनः चक्षु अपि च घटयोः मध्ये अपि संयोगः सम्बन्धः. अतः अत्र स्वसंयुक्तसंयोगसम्बन्धः इति भवति. स्वसंयुक्तसंयुक्तत्वसम्बन्धेन घटः घटं घटः आत्मनि घटः नास्ति, घटसंयोगः घटसंयोगः आत्मनि इत्युक्ते चक्षुसंयोगः, घटचक्षुसंयोगः इति स्व इति स्वीकुर्मश्चेत् स्व इति संयोगः, संयोगः स च संयोगः चक्षुषि अस्ति, घटे अपि अस्ति, चक्षुषि अस्ति, चक्षुः आत्मना सह संयुक्तः अस्ति. तर्हि स्वसंयुक्तसंयुक्तसम्बन्धेन घटचक्षुसंयोगः इदानीम् आत्मनि आगतं खलु. तेन सम्बन्धेन ज्ञानम् आत्मनि उत्पादयति. तर्हि कारणतावच्छेदकसम्बन्धः भवति स्वसंयुक्तसंयुक्तत्वसम्बन्धः. स्वसंयुक्तसंयुक्तसम्बन्धेन घटसंयोगः आत्मनि अस्ति, ज्ञानं कार्यं समवायसम्बन्धेन आत्मनि अस्ति इति चेत् तर्हि अत्र इदानीं किं सन्निकर्षः कीदृशकारणमस्ति? कारणतावच्छेदकसम्बन्धः कः अत्र? हा तादापि कारणतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः अस्ति चेत् तत् समवायिकारणं भवति, समवायसम्बन्धः अस्ति चेत् असमवायिकारणं भवति. अत्र तु स्वसंयुक्तसंयुक्तत्वसम्बन्धः अस्ति खलु, तद् तादात्म्यमपि नास्ति, समवायः अपि नास्ति इति कृत्वा अत्र सन्निकर्षः इन्द्रियविषयोः मध्ये यः सन्निकर्षः संयोगः अस्ति स च संयोगः निमित्तकारणं भवति किं प्रति ज्ञानं प्रति स्वप्रत्यक्षं प्रति हा अतः तथा च सन्निकर्षः इत्युक्ते इदानीं सन्निकर्षः इति इन्द्रियविषयोः मध्ये यः संयोगः स इव घटादिविषयः अपि स्वप्रत्यक्षस्य घटप्रत्यक्षस्य निमित्त नियतपूर्ववर्ती भवति इति सः अपि स्वप्रत्यक्षं प्रति कारणं भवति कारणम् घटः अपि निमित्तकारणं भवति हा कारणम् इति उक्तं कीदृशकारणम् इति न उक्तं वस्तुतः किन्तु इदानीम् अस्तु इदानीं घटः केन सम्बन्धेन अत्र कारणतावच्छेदकसम्बन्धः कः इति कः वदति स्वामिमहोदय प्रयत्नं करोति किम् अयं घटः इति ज्ञानं कार्यं तं कार्यं प्रति घटः कारणम् किन्तु तत्रापि सम्बन्धः भवेत् स च सम्बन्धः वर्तमानं भवेत् तर्हि कारणावच्छेदकसम्बन्धः इति वदति वा स्वामिमहोदय मनसि न आगच्छति महोदय न अत्र चिन्तयतु यदि न चिन्तयति तर्हि मनसि सर्वदा न आगच्छति एव इदानीं कारणं किम् घटः कारणं ज्ञानं प्रति महोदय अयं घटः इति हा अयं घटः इति ज्ञानं प्रति घटः कारणं तदेव निरूपयन्तः स्मः खलु इदानीम् आं महोदय घटः निमित्तकारणं घटस्य निमित्तकारणत्वं निरूपयामश्चेदेव अतिव्याप्तिः घटे भवति इति वक्तुं शक्यते भवतु तर्हि घटः निमित्तकारणम् अयं घटः इति ज्ञानं कार्यमस्ति तर्हि घटः कारणं ज्ञानं कार्यं तत्र समान अधिकरणमस्ति आत्मा कार्यम् आत्मनि अस्ति खलु ज्ञानम् आत्मनि एव अस्ति समवायसम्बन्धेन तर्हि इदानीं घटः आत्मनि आनेतव्यं तत्र सम्बन्धः वदतु घटः इति कीदृशपदार्थः घटः तु द्रव्यम् उत्तमम् आत्मा आत्मा तावद् न चिन्तनीयम् आत्मा नव द्रव्येषु एकमस्ति खलु आं महोदय आत्मापि अन्तिमद्रव्यमस्ति आम् अन्तिमं नास्ति अन्तिमद्रव्यं नवमद्रव्यं तु मनः भवतु आत्मापि द्रव्यं तर्हि घट आत्मनोः मध्ये कीदृशसम्बन्धः भवितुमर्हति संयोगसम्बन्धं भवितुम् अर्हति महोदय संयोगः कदा जायते एकस्थाने वर्तमाने यदा सन्ति तदा न न संयोगः इदानीं तदपि पठितम् अस्माभिः संयोगः इति कीदृशपदार्थः ईदृशपदार्थः गुणः अस्ति खलु गुणः महोदय हा अत्र महोदय एतत् सर्वम् इदानीं कण्ठस्थी भवेत् नो चेत् अग्रे चिन्तयितुं न शक्यते एव. अस्तु, संयोगः इति गुणः. संयोगः कथं जायते? संयोगस्य कारणं किम्? संयोगस्य कारणं अस्तु, सति मम भगिनी किञ्चित् वदतु. ज्ञानं न न प्रत्यक्षज्ञानं न न न अस्तु, सनि वदतु सर, सय सतिमा भगिनी वदतु. महोदय, अयं खडः कारणं किम्? संयोगः केन जायते, कथं जायते संयोगः? असमवायिकारणमिति भवति वा? कथं जायते इति प्रश्नः. हौ डस् संयोग हेपन्? यत्र द्रव्यद्वयं समानाधिकरणे भवति तत्र तथा एव संयोगः हेपन्. द्रव्ययोः मध्ये संयोगः भवितुम् अर्हति, तत्तु सत्यं. किन्तु कथं जायते? अस्तु अस्तु, इदानीं घटः उत्पीठिकायाम् अस्ति इति चिन्तयतु. क्रियया जायते खलु? क्रियया एव जायते खलु? सर्वत्र क्रिया भवेत्, क्रिया विना. अतः एव पञ्चक्षणप्रक्रिया यद् अस्माभिः अधीतं, तत्र प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे किं विभागः जायते, तृतीयक्षणे संयोग पूर्वदेशसंयोगनाशः जायते, चतुर्थक्षणे नूतनदेशसंयोगः जायते. तर्हि तत्र संयोगः जायते इत्युक्ते केन इति चेत् क्रियया. तदापि क्रिया वर्तमाना अस्ति. आम् क्रियाजन्यं खलु महोदय? क्रियाजन्यः संयोगः, सत्यं महोदय. हा, इति वक्तव्यं, झटिति वक्तव्यम्. एतत् सर्वं मनसि अस्ति चेदेव अत्र एतादृशगभीरचिन्तनं कर्तुं शक्यते. अस्तु, भवतु. तर्हि इदानीं तयोः मध्ये संयोगः अस्माभिः चिन्तितं, घट आत्मनोः मध्ये संयोगः वदतु. इदानीम् अग्रे चिन्तयतु. घटः आत्मनः संयोगः महोदय? अस्तु, घट आत्मनोः मध्ये संयोगः एव भवति तावदुक्तम्. तर्हि घटः आत्मनि संयोगसम्बन्धेन वर्तते इति वदामश्चेत् इदानीं कार्याधिकरणे आगतं खलु घटः महोदय? किन्तु घटः आत्मनि कदा संयुक्तः भवति? यदा ज्ञानमस्ति तदा. ज्ञानेन संयोगः जायते किम्? इदानीमेव उक्तं खलु, संयोगः केन जायते? क्रिया. ज्ञाने जायते वा क्रियया जायते वा? क्रिया महोदय. तर्हि किमर्थं ज्ञानं भवति चेत् इति वदति? न, आत्मनः अयं घटः इति यदा वदामः, यदा ज्ञानमस्ति तदा एव एतत्. एतत् किं संयोगः जायते किम्? न, संयोगः. प्रश्नः कः? प्रश्नः तदेव खलु, घट घट आत्मनोः मध्ये कदा संयोगः जायते? यदा क्रिया तद् स्थापितं भवति. तत् इत्युक्ते किं? घटं, घटं. हा, तर्हि यदा घटे क्रिया जायते तदा एव घट आत्मनोः मध्ये संयोगः जायते. आत्मनि क्रिया जातुमर्हति किम्? आत्मनि क्रिया नार्हति महोदय. किमर्थम्? आत्मा केवलं ज्ञानं सुखदुःखादि इत्यादि भवान् इदानीमपि तत्र वेदान्तविषये चिन्तयति विभुः अस्ति अतः आकाशः महोदय विभुः अस्ति खलु आत्मा आं महोदय आत्मा विभुः इत्यतः आत्मनि क्रिया यदा कदापि न जायते किन्तु घटः मूर्तद्रव्यमस्ति इति कृत्वा यदा घटे क्रिया जायते तदा आत्मघटयोः मध्ये संयोगः जायते इति तु सत्यं किन्तु इदानीं कार्यं किम् अयं घटः इति ज्ञानम् यदा घटे क्रिया जायते तदा एव अयं घटः इति ज्ञानं भवति वा किञ्चित् क्षणानि अनन्तरमेव तदनन्तरं न ज्ञानस्य प्रक्रिया महोदय अत्र सामान्यचिन्तनं भवता करणीयं यु आर् काम्प्लिकेटिङ्ग् थिङ्ग्स् इन् युवर् मैण्ड् घटः भूतले अस्ति अस्माकं सन्दर्भः कः घटः निश्चलं भूतले अस्ति घटे किमपि क्रिया न जायते इदानीं पूर्वं घटे क्रियाम् उत्पादयित्वा भूतले केनापि स्थापितं भवतु तर्हि इदानीं घटः तत्रैव तिष्ठति भूतले अस्ति क्रिया किमपि नास्ति घटे महोदय किन्तु अयं घटः इति ज्ञानं जायते खलु प्रत्यक्षज्ञानं भवति आम् महोदय किन्तु अयं घटः इति ज्ञानं कदा भवति यदा घटः आत्मनि अस्ति तदा एव किन्तु इदानीं घटे क्रिया नास्ति तर्हि घट आत्मसंयोगः अत्र क्रियया जातः इति न वक्तुं शक्यते तर्हि अत्र भिन्नरीत्या चिन्तनीयं प्रश्नः कः इति बुद्धं खलु संयोगः कथं जायते इति प्रश्नः इति बुद्धं महोदय आत्मनि घटः मध्ये अस्तु अहं किञ्चित् आङ्ग्लभाषायां वदामि यु सी वी हेव् टु फस्ट् आफ् आल् एस्टाब्लिश् घट इस् अ कारणं फार् अयं घटः दिस् इस् अ घट फार् दट् ज्ञानं घटः इस् अ कारणं दट् इस् वाट् वि हेव् टु एस्टाब्लिश् कारणं कार्येण सह सम्बद्धः भवेत् सम्बन्धं विना कार्यकारणभावः न वक्तुं शक्यते निकषात्रयं निकषात्रयमिति नास्ति तत्तु भिन्नवार्ता अस्ति कार्याधिकरणे भवेत् इति तु अस्ति कारणं भवेत् कार्याधिकरणे भवेत् सदा भवेत् पूर्वक्षणे भवेत् नो चेत् तत्र सम्बन्धः अपि भवेत् स च सम्बन्धः वर्तमानः भवेत् इति एतत् सर्वम् उक्तमस्ति खलु एतावत्पर्यन्तं सत्यम् अस्तु तर्हि इदानीं ज्ञानं कुत्र जायते आत्मनि जायते घटः निमित्तकारणमस्ति चेत् घटः अपि च आत्मनि जायमानज्ञानम् अनयोः मध्ये सम्बन्धः वक्तव्यः तर्हि घटः आत्मनि अस्ति केनापि सम्बन्धेन इति वक्तव्यं यदि संयोगसम्बन्धेन इति वदामः संयोगसम्बन्धः कदा भवति यदा घटे क्रिया जायते तदा एव भवति खलु किन्तु अयं घटः इति ज्ञानं यदा भवति तत्र घटे क्रिया नास्ति तर्हि घटः आत्मना सह संयुक्तः इति न वक्तुं शक्यते क्रिया न जातः इति कृत्वा तथापि घटः आत्मनि अस्ति इति वक्तव्यमेव अस्तु अत्र रमेश महोदय भवान् किं चिन्तयति केन सम्बन्धेन घटः आत्मनि आनेतुं शक्यते कारणतावच्छेदकसम्बन्धः इति कदा वदतु तत्र घटः यदा चक्षुः घटं प्रति गच्छति तर्हि घटचक्षुषु मध्ये सम्बन्धः भवति संयोगः भवति संयोगः भवति आत्मः आत्ममनः संयोगः विशेषसंयोग विशेषसम्बन्धः अस्ति, तर्हि आत्ममनः संयोगः सर्वदा भवति. मनः यदा चक्षुः यत्र यदा चक्षुः घटसंयोगः भवति तदा मनः अपि चक्षुषा मनः तत्र गच्छति. चक्षुषा यत्र अस्ति तत्र गच्छति, चक्षुः यत्र अस्ति तत्र गच्छति. तर्हि मनचक्षोः चक्षुषः संयोगः भवति, संयोगः भवति. तर्हि अत्र अस्मिन् स्थितौ एतादृश अस्ति. तर्हि मनः आत्ममनः संयोग आत्ममनः संयोगः अस्ति, मनः चक्षुषयोः मध्ये संयोगः अस्ति. चक्षुघटयोः मध्ये अपि संयोगः अस्ति. तर्हि एतादृशत्रयः संयोगेन संयोगैः चक्षुश्च घटः आत्मनि आगच्छति, घटस्य ज्ञानम् आत्मनि आगच्छति. अस्तु, तर्हि उत्तमं. किन्तु इतोपि अत्र किञ्चित् इतोपि किञ्चित् गभीरचिन्तनं कुर्मः. किन्तु भवता किम् उक्तम् इदानीं, घटः स्व इति स्वीकुर्मश्चेत् स्वसंयुक्तः घटसंयुक्तः कः? चक्षुः. चक्षुषी क्रिया जायते इति कृत्वा यद्यपि घटे क्रिया न जायते तथापि चक्षुषी क्रिया जाता इति कृत्वा तैजसरूपमस्ति चक्षुः इति कृत्वा तस्मिन् क्रिया जायते. तर्हि स्वसंयुक्तः भवति स्वसंयुक्तसम्बन्धेन. इदानीं घटः चक्षुषी अस्ति, तदनन्तरं चक्षुमनयोः संयोगः. तर्हि स्वसंयुक्तसंयुक्तत्वसम्बन्धेन इदानीं घटः मनसि अस्ति, तदनन्तरं मन आत्मनोः मध्ये संयोगः अस्ति इति कृत्वा स्वसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन घटः आत्मनि आगतं. तस्मिन्नेव आत्मनि ज्ञानमपि उत्पद्यते समवायसम्बन्धेन इति कृत्वा कारणतावच्छेदकसम्बन्धः यदि मनः अपि स्वीकुर्मः तर्हि स्वसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धेन घटः आत्मनि आगतः इति कृत्वा कारणतावच्छेदकसम्बन्धः स्वसंयुक्तसंयुक्तसंयुक्तत्वसम्बन्धः संयुक्तसम्बन्धः इति परम्परासम्बन्धः. अपि च सज्जसम्बन्धः तादात्म्यसम्बन्धः वा समवायसम्बन्धः नास्ति, किन्तु कारणतावच्छेदकसम्बन्धः इति कृत्वा घटः निमित्तकारणम्. बुद्धं खलु? उत्तमम्. अस्तु, इदानीम् अत्र इतोपि किञ्चित् चिन्तनं कुर्मः. मनः त्यजामः अत्र आत्मा विभुः. यदा चक्षुषी क्रिया जायते तदा चक्षु आत्मनोः अपि मध्ये संयोगः भवति खलु? यदा तादृशसंयोगः भवति तर्हि सर्वदा भवति खलु तस्य तत् संयोगः? भवतु, अनेन किम्? अनेन किम् इत्युक्ते सर्वदा ज्ञानं भवति. तर्हि यदि एकस्मिन् समये पटस्य घटस्य ज्ञानमपि भवति, यत् मम त्वचा गृह्यते तस्यापि ज्ञानं भवति सर्व तत्, परन्तु लोके तत् न दृश्यते. लोके एकस्मिन् समये मम मनः यत्र अस्ति तदेव तस्य एव ज्ञानं भवति, सर्वस्य ज्ञानं न भवति इति अहं चिन्तयामि. तर्हि मनः भवेत् एव तन्मध्ये. अत्र केवलं चिन्तनार्थं भिन्नरीत्या अहं चिन्तयन् अस्मि. अस्तु, इदानीं घटः भूतले अस्ति भवतु, घटे क्रिया न जायते, चक्षुषी क्रिया जायते, यदा चक्षुषी क्रिया जायते तया क्रियया घटचक्षुषोः मध्ये संयोगः भवति, आत्मचक्षुषोः मध्ये अपि संयोगः भवति, चक्षुषी क्रिया जाता इति कृत्वा, यद्यपि घटः निष्क्रियः अस्ति, आत्मा निष्क्रियः अस्ति, तथापि चक्षुषी क्रिया जाता इति कृत्वा, आत्मा विभुः इति कृत्वा तत्र चक्षु आत्मनोः मध्ये सम्बन्धः भवत्येव, संयोगः जायत्येव। तदनन्तरं यदा घटं प्रति प्राप्यते चक्षुः, तदा घट चक्षुषोः मध्ये एव संयोगः जातः। तर्हि इदानीं स्वसंयुक्तसंयुक्तत्वसम्बन्धेन घटः, अत्र सम्बन्धद्वयमेव मया उक्तं, तृतीयसम्बन्धः न उक्तः, स्वसंयुक्तसंयुक्तत्वसम्बन्धेन घटः आत्मनि अस्ति, तेन इदानीं कारणम् आत्मनि अस्ति इति कृत्वा आत्मनि ज्ञानम् उत्पद्यते, उत्पादनार्थं मनसः आवश्यकता नास्ति। अङ्गीकृतं वा? रमेश महोदय, भवान् किं चिन्तयति? मम चिन्तनम् अस्ति आत्मा इन्द्रियमध्ये सम्बन्धः किमर्थं वक्तव्यम् इति न बुद्धम्। नो चेत् घटः कथं वा आत्मनि आगच्छति? मनः अस्ति खलु, मनः अस्ति, मनः अस्ति, यदि मनः, महोदय अत्र मनः त्यजतु, यद् मया उक्तं तत्र क्लेशः अस्ति वा इति चिन्तयतु। क्लेशः भवेत् इति अहं चिन्तयामि, तर्हि ऐ ट्रै एन् एक्स्प्लेन् इन् इङ्ग्लिष्, द प्राब्लम् दट् ऐ सी इस् दट् इफ् यु से दट् आत्मा एण्ड् द चक्षु हेव् अ सम्बन्ध, देन् दट् सम्बन्ध इस् इट् पर्मनेण्ट्, इस् इट् टेम्प्ररि? That will be the first question that will be asked. If you say it is permanent, it will be temporary. Yada kriya jayate tada eva sayoga jayate kalu. No, no, no. The relationship between atma and the chakshu will be permanent relationship. It cannot be a temporary relationship. Chakshu does not go into the atma, so that relationship will have to be permanent. No, need not be. How will atma does not have kriya? But Chakshu has Kriya. Whenever so Chakshu Kriya can, so, no, for Chakshu to get to Atma, then Chakshu will be able to see Atma? How else will the Kriya happen? No, no. Mahodaya, when you say Chakshu don't, you, Chakshu is an Indriya, right? Like Ghata. I mean, Chakshu is a Dravya, like Ghata. So you're saying that it is a relationship which is... So you're saying only the moment you see, then that relationship between the Atma gets formed and the Chakshu is the creation of the... Think of Chakshu as a Dravyam, okay? It is a Dravyam. Chakshu is a Dravyam. Sayogaha is a relationship. How does Sayoga happen? When there is Kriya, that happens. Even though between two Dravyas, only Sayoga can happen, it is enough that Kriya happens in one of the two. Yes. Okay, so whenever there is Kriya that happens in Chakshu, Chakshu Atmanoho Madhye Sayoga Jayate. Permanent nasti, jayate. So supposing if I close my eyes, if I close my eyes, then there is no kriya that is happening in the chakshu. Therefore at that time we don't have to say chakshu atmanoho madhye sayoga asti jayate iti na vaktavyam. So permanency need not be said. But every time my eye is open, therefore the all what my eye see, my jnanam should have been obtained. But that is not the case. No. Wait. That is where I am trying to make a subtle difference. Jnanam happens. You see, there are 200 ghatas. When there is just because there are 200 ghatas, doesn't mean I have to see all the ghatas. right? Similarly, what I am trying to do is I am trying to see manaha kim karoti, manaha jnanam, ma jnanasya janakah va, jnanasya grahakah va iti prashna mama manasi. Grahakah. Ha, इन्द्रियं तु ग्राहकमेव ग्राहकमेव खलु. यथा चक्षुः घटस्य ग्रहणं करोति तर्हि चक्षुः घटस्य ग्राहकः न तु जनकः. एवम् अत्र बहूनि ज्ञानानि आत्मनि उत्पद्यन्ते एव, किन्तु एकस्यैव ज्ञानस्य एकस्मिन् समये मनः गृह्यते, मनसा गृह्यते, मनः गृह्णाति. सो ऐ एम् ट्रैङ्ग् टु थिङ्क् आफ् सी ऐ हेव् अ प्राब्लम् वित् दिस् असमवायुकारणम् आत्ममनसंयोगः, दट् वी हेव् टु थिङ्क् सो फार्. सो ऐ एम् टेकिङ्ग् इन्द्रिय मीन्स् ग्राहक, नाट् जनक. देर् इस् अ डिफरेन्स् बिट्वीन् ग्राहक अण्ड् जनक. I can grasp, if you, I can grasp with my hands what is, but that doesn't mean that what is needs to be created by my hands. Similarly, I am thinking that ataha eva bhinna prakriya atra mama mayana nirchitam atra uchaihi chintayanasmi. I am just doing loud thinking, that's all. Yadi chakshushi kriya jayate तर्हि घटचक्षुषोः मध्ये अपि संयोगः भवति, आत्मचक्षुषोः मध्ये अपि संयोगः भवति. तर्हि तत्र परम्परासम्बन्धः मध्ये चक्षुः अस्ति इति कृत्वा स्वसंयुक्तसंयुक्तसम्बन्धेन घटः इदानीम् आत्मनि आगतम्. आत्मनि आगत्य ज्ञानं कारयति, जनयति घटः. अतः निमित्तकारणं, घटः निमित्तकारणमस्ति स्वसंयुक्तसंयुक्तसम्बन्धेन. घटः आत्मनि ज्ञानं जनयति इति वक्तुं शक्यते. तर्हि एकस्मिन् क्षणे बहूनि ज्ञानानि जायन्त्येव, किन्तु कस्य ज्ञानस्य ग्रहणं भवति इति चेत् तत्र आत्ममनसंयोगः, तत्र किञ्चित् चिन्तनीयम्. अत्र एतावत्पर्यन्तं मया न चिन्तितम्. अस्तु, इदानीं समयः जातः. तर्हि तत्र आत्ममनसंयोगः यदा भवति, कयोः मध्ये भवति, तस्य ज्ञानस्य ग्रहणम् इति किञ्चित् वक्तव्यं भवति. तत्र अग्रिमवर्गे इतोपि किञ्चित् चिन्तनं कुर्मः. तदा यद्यपि एकस्मिन् क्षणे बहूनि ज्ञानानि जायन्ते, तदा एकस्य तथापि एकस्य एव ज्ञानस्य ग्रहणं मनसा क्रियते इति वक्तुं शक्यते वा इति चिन्तनीयम्. नो चेत् यदि तादृशं न वक्तुं शक्यते, तदा यदा रमेशमहोदयेन उक्तं तत्र आत्मनसंयोगः आवश्यकः, तदनन्तरं तत्र कारणतावच्छेदकसम्बन्धः परम्परायां त्रयः सम्बन्धः सन्ति इत्युक्ते स्वसंयुक्तसंयुक्तसंयुक्तसम्बन्धेन घटः इदानीम् आत्मनि जातम् इति तादृशचिन्तनं करणीयम्. सो फार् द सेक् आफ् अण्डर्स्टाण्डिङ्ग् दट् मनस् इस् आल्सो रिक्वैर्ड् ऐ एम् ट्रैङ्ग् टु टेक् अ सर्कुलरि रूट्. अस्तु, तर्हि तदेव चिन्तनम् अग्रिमवर्गे भवति, तदेव गृहपाठः अपि. किम् इत्युक्ते इदानीं केवलं चिन्तनार्थं बहूनि ज्ञानानि. सो वेन् ऐ एम् वेन् मै ऐस् आर् ओपन्, मै ऐस् आर् ऐस् आर् हेविङ्ग् सम्बन्ध वित् मेनि विषयस्, तर्हि द विषयास् आर् इन् मै आत्मा थ्रू द परम्परासम्बन्ध. स्वसंयुक्तसंयुक्तसम्बन्धेन विषयाः आत्मनि सन्ति, तेन ज्ञानं बहूनि ज्ञानानि उत्पद्यन्ते एव. केवलं चक्षुः नास्ति, श्रोत्री मस् आल्सो देर्, एव्रिथिङ्ग् इस् देर्. सो वी केन् थिङ्क् आफ् इट् लैक् दट् अण्ड् से दट् अट् वन् पायिण्ट् इन् वन् मोमेण्ट् मेनि ज्ञानास् आर् हेपनिङ्ग् इन् द मैण्ड् इन् दि आत्मा. बट् एकस्य ज्ञानस्य एव ग्रहणं भवति, तर्हि किं कथं वा एकस्य एव ज्ञानस्य ग्रहणं भवति इति वक्तव्यम्। बहूनि ज्ञानानि जायन्ते किन्तु तेषु एकस्य एव ज्ञानस्य ग्रहणं भवति इति न निरूपयितुं शक्यते चेत्, क्लेशः अस्ति चेत् तत्र आत्मनसंयोगः यदा भवति तदा इति यथा रमेशमहोदयेन उक्तं तादृशं स्वीकर्तव्यं, नो चेत् न। तर्हि तस्मिन् विषये अग्रिमवर्गे इतोपि चिन्तनं कृत्वा अग्रे गच्छामश्चेत् समीचीनबोधः जायते। वन्स् वि अण्डर्स्टाण्ड् दिस् देन् एव्रिथिङ्ग् एल्स् फाल्स् इन् प्लेस्। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च। नमस्कारः।